सुगंधिं पुष्टिवर्धनम् उर्वरुं कमिव बन्धनम् मृद्यो मोक्ष्यमृता ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वरुं कमिव बन्धनम् मृद्योर्मोक्ष्यमृता ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वरुं कमिव बन्धनम् मृद्योर्मोक्ष्यमृता त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वरुं कमिव बन्धनम् मृद्योर्मोक्ष्यमृता Oh.